नमस्कारः. अद्यतनविषयः अस्ति ज्योत्यादिगणे हलन्तदातवः इति पाठस्य अन्तिमभागः. भगिनी किञ्चित् सारांशरूपेण वदति किम् अत्र अस्माकं जुहोत्यादिगणस्य विषये, अनन्तरं स्थूलरूपेण, अनन्तरम् अन्ते तु निर्जिति धातुः विषये चर्चयामः खलु तस्मिन्. अस्तु भगिनि, तत्र यदा जुहोत्यादिगणे यदा वयं सर्वदा दृष्टवन्तः सामान्यसूत्रमस्ति कर्तरीषप् इति, तत् प्रबाद्य जुहोत्यादिभ्यः श्लु इति सूत्रेण शपः स्थाने श्लु, श्लु इत्युक्ते लोपः भवति. अनन्तरं यदा वयं पूर्वं दृष्टवन्तः यद्यपि लोपः भवति परन्तु तस्य कार्यम् इत्युक्ते प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रेण कार्यं तु भवति एव, तत् प्रत्ययस्य लक्षणं तिष्ठति इति पूर्वं दृष्टवन्तः. परन्तु यद् जुहोत्यादिगणे प्रत्ययलोपे प्रत्ययलक्षणं सूत्रं प्रबाद्य न लुमताङ्गस्य इति सूत्रेण यत्र अत्र लू इति अस्ति, अतः यत्र लू इति अस्ति तत्र प्रत्ययस्य अदर्शनम् अस्ति, अनन्तरं तस्य किमपि अङ्गकार्यस्य निमित्तं न भवति प्रत्ययः इति अपि वयं पठितवन्तः. अनन्तरं तत्र तु द्वित्वकार्यं भवति, प्रथमं श्लौ इति सूत्रेण द्वित्वं भवति, तत्र द्वित्वप्रकरणे कानिचन सूत्राणि अपि दृष्टवन्तः. अत्र अभ्यासकार्यम् इति नाम तत्र पूर्व प्रथमभागस्य, यदा द्वित्वं भवति तत्र प्रथमभागस्य नाम अस्ति अभ्यासः इति, उभे अभ्यस्तम् इति सूत्रेण द्वौ अपि समुदायः, द्वयोः समुदायस्य नाम अभ्यस्तसंज्ञकः इति भवति इति दृष्टवन्तः. अभ्यासकार्याणि सूत्राणि अपि वक्तव्यं वा भगिनि? न भगिनि, अग्रे निज्यति धातुः. अस्तु, निज्यति धातुः. तत्र वयं गतसप्ताहे परस्मैपदी कृतवन्तः किल भगिनि? आं भगिनि, तर्हि सारांशरूपेण पुनः अत्र अस्तु अस्मैपदी इति. अस्तु, तर्हि अत्र किं हलादिपित्स्वजातिपित्स्वति सन्धिकार्यं तत् वदतु. अस्तु, तत्र मेनिचिति अङ्गम् आगच्छति, मेनिचिति अङ्गम् अस्ति तत्र. हलादिपित्सु तु उपधायां लघु इक् वर्णः अस्ति, अतः गुणः तु भवति एव. नेनिच् योगः ति इति भवति चेत् तत्र पुगन्तलघुपद लघुपदस्य च इति सूत्रेण नेनेज् इति भवति. अनन्तरं सन्धिकार्यं भूत्वा तत्र नेनेक्ति इति भवति इति दृष्टवन्तः. अनन्तरम् अजादिपित्सु किं भवति इत्युक्ते नाभ्यस्तास्य अचीपिति सार्वधातुके इति सूत्रेण यद्यपि तत्र उपधायां लघु इक्वर्णः अस्ति तदापि तत्र गुणनिषेधः भवति, वर्णमेलनमेव भवति, यदा उदाहरणरूपेण नेनिजानि इति. हलादि अपित्सु तु गुणनिषेधः निति च इति सूत्रेण सन्धिकार्यं भूत्वा नेनिक्तः इति भवति. चोहोकुः अनन्तरं करी च इत्यस्य प्रसक्तिः तत्र. अजादि अपित्सु अपि अपित् अस्ति, अतः गुणनिषेधः निति च इति सूत्रेण वर्णमेलनम् एव नेनिजति इति रूपम्. विशिष्टसूत्राणि किमपि नास्ति इति चिन्तयामि. अत्र अङ्गस्य कृते अङ्गनिर्माणसमये साधारणतया अस्माकं यत्र अभ्यासस्य गुणः न भवति, किन्तु अस्य धातोः तु निजान्त्रयाणां गुणः श्लौ इत्यनेन निज विद्युदिश् अनयोः अभ्यासस्य गुणः भवति. धन्यवादः भगिनि. लक्ष्मी भगिनी वदति किं भगिनि सन्धिकार्याणि इति सन्ति मङ्गो वक्तुम् इच्छति खलु? सन्धिकार्याणि वा भगिनि? आम् आम् भगिनि. अत्र नेनिज् इति अङ्गम् आगतं पूर्वमेव, अनन्तरं ति इति प्रथमपुरुष एकवचनप्रत्ययं योजयामश्चेत् तत्र मेनेजिट् तत्र उपधायम् एकवर्णः अस्ति इति कृत्वा पुगन्तलघुपदस्य च इत्यनेन गुणकार्यं भवति इत्युक्ते अत्र तदर्थं नेनेज् इति रूपमागतम्. अनन्तरं नेनेज् योगः ति तत्र जकारः प्रथमपदस्य अन्तिमवर्णः, द्वितीयपदस्य अन्तिमवर्णः प्रथमवर्णः तकारः, तकारः झल् वर्णः अस्ति. अतः अत्र चोहुकुः इति सूत्रं कार्यं करोति. इत्युक्ते चवर्गीयवर्णानां स्थाने कवर्गीयवर्णादेशः भवति यथा अत्र परिभाषासूत्रस्य साहाय्येन. तत्र अतः जकारस्य स्थाने कवर्गीयगकारादेशः भवति. अतः नेनेग् इति रूपम् आगतं. नेनेग् योगः ति अधुना खरीच अत्रापि निमित्तानि पूरितानि. अतः अत्र गकारस्य स्थाने ककारादेशः भवति. अतः नेनेक् योगः ति इति रूपम्, अतः नेनेक्ति इति अन्तिमं रूपम् आगतम्. इत्युक्ते अत्र प्रथमपुरुष एकवचनरूपं नेनेक्ति. अनन्तरम् अत्र द्वितीयमस्ति. अत्रापि अत्र द्वितीयम् अत्र मध्यमपुरुष एकवचनप्रत्ययः सि प्रत्ययं योजयामः. तदा अत्रापि सि प्रत्ययः पित् प्रत्ययः इति कृत्वा तत्र गुणकार्यं भवति पुगन्तलघुपदस्य च इत्यनेन इगन्ताङ्गस्य गुणः भवति. अतः नेनेज् भवति. अनन्तरं सि प्रत्ययं योजयामः. अत्रापि यथावत् पूर्वं चोहुकुः इत्यनेन जकारस्य स्थाने कवर्गीय गकारः आगतः. अनन्तरम् अत्रापि पुनः खरीच इत्यनेन खरीच इत्यनेन अत्र गकारस्य स्थाने ककारादेशः अभवत्. इत्युक्ते खरीच इत्यनेन अत्र चरादेशः भवति. इत्युक्ते ककारः चर्वर्णः. अनन्तरम् अत्र सि इति मध्यमपुरुष एकवचनप्रत्ययः अस्ति इति कृत्वा अत्र आदेशप्रत्यययोः इति सूत्रेण सि इत्यस्य स्थाने मूर्धन्यषकारादेशः भवति. अतः नेनेक् योगः षि इति आगच्छति. अनन्तरं वर्णमेलनेन नेनेक्षि इति भवति. नेनेज्योः हि पूजल्योगः इति सूत्रेण नेनेज् योः दि चोहोकुः, अनन्तरं नेनिग् योः दि नेनिग्दि इति रूपं भवति. अनेनिज् लङ्लकारे अनेनिज् योहोत्तः उकन्दलोपदेशे इति सूत्रेण अनेनिज् योहोत्तः अल्याभ्योगो दीर्घासुदिशकृत्तमालिनेन तकारलोपः. अनेनिज् अनन्तरं चोहोकुः अनेनेक् वावसाने तिष्ठन विकल्पेन अनेनेक् अपि भवति. अधुना लति रूपाणि वदन्ति किं महोदय? आत्मनेपतिरूपं महोदय. नेनेज् योः ते अत्र चोहोकुः इति कार्यं करोति. जकारस्य कवर्गः भवति. अनन्तरं करिच इति सूत्रेण प्रथमककारः आगच्छति. अतः नेनेग् नेनेग् दे इति रूपं भवति. अनन्तरं ककारः यति खलु? आं ककारः, करिच नेनेक् नेनेक् नेनेक् ते अनन्तरम् आत्ते अत्र अजादि प्रत्ययः अत्र किमपि कार्यं न भवति. अत्र अजादि अपित् अस्ति. अत्र नेनिचाते बहुवचने नेनिच्छते इति रूपं निजादे ने निजते चकारः इति अहं श्रुतवती ततः जकारः एव तिष्ठति. अनन्तरं मध्यं पुरुषे शे इति रूपं पित् अत्र अपि चोः कुः इति चोः कुः इति कार्यं भवति. नेनेग् योषि अनन्तरम् अत्र पित् नास्ति खलु महोदय. अत्र से इति अपित् अस्ति खलु. क्षम्यताम्. तथैव प्रथमपुरुषे एकवचने अपि नेनिक्ते इति इति रूपं नेनिज् नेनिज् नास्ति नेनिज् नेनिज् योषे. अत्र चोहोकुः अपि कार्यं करोति. अनन्तरं करि च नेने शे इति अनन्तरं शे अस्ति आदेशे प्रत्ययोः इति सूत्रं कार्यं करोति. अत्र मुदिने शकार आदेशः मेलनं नेनेक्षे इति. अनन्तरम् आत्ते अजादि नेनिक्षे क्षम्यता महोदय. अनन्तरम् आत्ते नेनिजात्ते इद्वे अत्र जलस्य अतः चोहुः कार्यं करोति. नेनिग् द्वे इति रूपं भवति. उत्तमपुरुषे ए अस्ति अजादि अपि च रूप नेनिजे इति रूपं तदेव नेनिज् वहे नेनिज् महे इति रूपाणि भवन्ति महोदय. धन्यवादः महोदय. पुष्पभगिनी अस्ति किं भगिनि? पुष्पभगिनी म्यूट् मध्ये अस्ति किं भगिनि? अन्य कः अस्ति वैर्लेस् कालर् इति पश्यामि. 2025733838 अस्ति इति भगिनि मम एव अन्य दूरवाणीसङ्ख्या. अत्र चार्जिङ्ग् नास्ति अतः. पुष्पभगिनी अस्ति किं भगिनि? अहमपि वदामि. इदानीं न करोमि भगिनि. श्रूयते भगिनि. लोट्लकारं वदति किं भगिनि? अहं वदामि. भगिनि न शृणोमि भगिनि. म्यूटेड् अस्ति. अन्यत् करोमि. अस्तु तर्हि कृत्याः सन्ति ताम् इति नेनिज्योगः ताम् अत्र अपि तस्य इति कृत्वा गुणकार्यं निषिद्धं. तर्हि नेनिज्योगः ताम् इति पृच्छति. तर्हि चोहो कुः इत्यनेन चकारः जलि अस्ति इति कृत्वा चोहो कुः नेनिग् योगतां खरि च नेनिक्ताम् आताम् अत्रापि अपि तस्य गुणकार्यं नास्ति. नेनिज्योगः आतां नेनिजाताम् अताम् इति बहुवचने नेनिजतां स्व इति अस्ति. नेनिज्योगः स्व अत्र सकारे परे तु जलि अस्ति इति कृत्वा ने चोहकुः इति नेन नेनिक् नेनिक् योगः स्म, अनन्तरं खलीचे इत्यनेन नेनिक् योगः स्म, अनन्तरम् आदेशप्रत्ययुः इत्यनेन प्रत्ययव्ययसकारः अस्ति इति कृत्वा षकारं भवति नेनिक्ष्व इति. अनन्तरम् आथां पूर्वं यथा दृष्टं नेनिजाथां, ध्वम् इति अस्ति नेनिग्योगः ध्वं जलि अस्ति इति कृत्वा चोहोकुः नेनिग्गकारः आयाति, नेनिज् इत्यस्य गकारः तर्हि नेनिग्योगः ध्वं, जलान्तशशि इत्यनेन गकारः एव तिष्ठति तर्हि नेनिग्ध्वम्. ऐ इति अस्ति, ऐ इति अजादि अपि अजादि चित् अस्ति तर्हि अस्माकं सूत्रमस्ति नाभ्यस्त्यासि न अभ्यस्तस्यासि इति सातदास्ति, अनेन गुणकार्यं निषिद्धं, पुगन्तलघुपदस्य च कार्यं न करोति. तर्हि नेनिज्योगः ऐ नेनिजै इति आवहै आमहै समानं, तर्हि नेनिजावहै नेनिजामहे. लक्ष्मी भगिनी क्षम्यतां, रामप्रिया भगिनी अस्ति लङ्ग्यकारम्. आं भगिनि, लङ्लकारे त इति प्रत्ययः नेनिज् योगः त. इदानीम् एतत्तु अपृक्त अल्प्रत्ययः नास्ति, अतः तस् सूत्रस्य कार्यं मात्र नास्ति. नेनिज् योगः त, नेनिज् योगः त इत्युक्ते चोहोकुः इत्यनेन ककारादेशः, नेनिक् योगः त, अनन्तरं खरीच तद् न करोति किल भगिनि, अपृक्तः नास्ति. ओ क्षम्यताम्, आमां क्षम्यताम्, आत्मनेपदि. अतः प्रथमं चोहोकुः नेनिग् योगः त, अनन्तरं खरीच नेनिक् त, नेनिक् त इति रूपा क्षम्यताम् अडागमः लक्ष्मीपति अनेनित् इति, अनन्तरम् अनेनिग् अनेनिज् योगः आताम् इति, तदपि अपित् एव अस्ति, तत्र गुणनिषेधः सन्धिकार्यमेव. चोहोकुः अनन्तरं करीच अनेनिघाताम् इति भवति, अनेनिक अनेनिकथ किमर्थमिति करीच कार्यं न करोति भगिनि, क्षम्यतां, हलीपरे नास्ति, क्षम्यतां, केवलं वर्णमेलनमेव. धन्यवादः. निजाताम् अनेनिजत इति रूपम्. अनन्तरं ताः, ताः अपि अपित् अस्ति, हलादि अपित्, तत्र गुणनिषेधः गिति च इति सूत्रेण, तत्र तु चोहोकुः करीच इत्यस्य कार्यं भवति. अनेनिग् अनेनिक्ताः, अनन्तरं खरीच अनेनिक्ताः. आथां तु पुनः अजादि अपित् अस्ति, वर्णमेलनमेव. अने निजा निजाथाम् इति भवति. ध्वम् अपि तस्ति, तत्र अपि गुणनिषेधः. अनेनिज् योगः ध्वं, चोहोकुः अनेनिग् योगः ध्वं, खरी च अनेनिक्त्वम् इति भवति. अनन्तरम् ई वर्णमेलनकारः करी नास्ति. आम् आम् आम् आम् आं धन्यवादः. आं धकारः करी नास्ति, अतः अनेनिग्ध्वम् एव तिष्ठति. आम् जलां झष् झषि कार्यमस्ति, परन्तु तादृशमेव तिष्ठति अनेनिग्ध्वम् इति. आं धन्यवादः. ई इति अजादि अपित् अस्ति, अने अनेनिजि इति भवति, अनेनिजि अस्ति. अनन्तरं बहि महि, बहि महि अपि हलादि अपित् अस्ति, तत्र तत्र वर्णमेलनमेव, जलीपरे नास्ति, करी अपि नास्ति, अतः अनेनिज् वहि अनेनिज् महि. धन्यवादः. लक्ष्मी भगिनी विधिलिङ्गम्. आं भगिनि, अत्र विधिलिङ्गलकारे सर्वे नवप्रत्ययाः ईकारान् तत्र तेषु प्रथमवर्णः ईकारः, तदर्थं तत्र सर्वे अजादिप्रत्ययाः इति वदामः. इत्युक्ते नवरूपेषु आदिमवर्णः ईकारः इति कृत्वा अत्र केवलं वर्णमेलनम् एव भवति. अपि च सर्वे अपित् प्रत्ययाः, अतः गुणकार्यं न भवति. अपि च अजादिप्रत्ययाः इति कृत्वा सन्धिकार्यमपि न भवति. तदर्थं केवलं प्रत्ययस्य योजनमेव कुर्मः. अतः अङ्गमस्ति नेनिज् नेनिजीत नेनिजीयातां नेनिजीरन् नेनिजीथाः नेनिजीयाथां नेनिजी नेनिजीध्वं नेनिजीय नेनिजीवहि नेनिजीमहि तथा भवति रूपाणि. अग्रे विद्यति पठति किं भगिनि? अहं लक्ष्मी भगिनि पठति भगिनि. करपत्रे रूपाणि पठामि वा? केवलं करपत्रे. आं करपत्रे. अत्र धातुः किम् उक्तवती अत्र? विद्यति अग्रिमधातुः विद्यु. क्षम्यतां भगिनि, किञ्चित् विज् धातुः अत्र विजिर् इति धातुः लौकिकधातुः विज् भवति, उभयपदी धातुः पृथग्भावे इत्यस्मिन् अर्थे अस्ति. सर्वं कार्यं रूपाणि च निज् धातुः इव. अत्र विज् धातुः प्रथमतया श्लौ इति सूत्रेण द्वित्वं भवति, अतः विज् विज् इति रूपम् आगतम्. अनन्तरं हलादिशेषः इत्यनेन तत्र अत्र हल् वर्णस्य लोपः भवति, अतः विविज् इति अङ्गम् आगतम्. अधुना अत्र विशिष्ट अङ्गकार्यं भवति, विशिष्टसूत्रेण अत्र निजान्त्रयाणां गुणः श्लौ इति सूत्रेण अभ्यासे गुणः, इत्युक्ते अभ्यासस्य गुणः भवति. इत्युक्ते अत्र अङ्गमस्ति पूर्वम् अङ्गमस्ति विविज्, अधुना निजान्त्रयाणां गुणः श्लौ इति सूत्रेण अत्र गुणकार्यम् अभ्यासस्य गुणः भवति, अभ्यासे गुणः भवति. अतः वेविज् इति रूपम् आगतं. वेविज् एव नूतनाङ्गम्. इत्युक्ते अत्र रूपं उभयपदी इति उभयपदी इति उक्तमस्ति. इत्युक्ते अत्र आत्मनेपदिरूपाणि वक्तव्यानि वा नो चेत् परस्मैपदिरूपाणि? प्रथमं परस्मैपदि अनन्तरम् आत्मनेपदि. झटिति शीघ्रं शीघ्रम् अस्तु. तथा चेत् अहं केवलं शृणोमि भगिनी. अहं भगिनी करोतु केवलम् एकवचनं. क्षम्यतां, प्रथमपुरुषस्य रूपाणि प्रथमपुरुषरूपाणि. अत्र विज् धातुः अत्र निज् धातुः इव इति उक्तमस्ति. अत्र प्रथमपुरुष एकवचन प्रत्ययः ति प्रत्ययं योजयामः. अत्र विज् विज् वेविज् योगः ति. अत्र एकवारं भगिनि अग्रिमं करोमि भगिनि. चिन्ता, अत्र करपत्रे अस्ति खलु, अनिज् धातोः अस्ति खलु, तदेव दृष्ट्वा वक्तुं शक्यते चेत् पर्याप्तम्. अत्र नेनिज् योगः ति इति अस्ति, तदेव निज्योगः सन्धिकार्यम् इत्युक्ते उक्तमस्ति. अत्र नेनिज्योगः ति अत्र प्रथमतया पूगन्तलघुपदस्य च इत्यनेन नेनेज् भवति, अनन्तरं चोः कुः इति सूत्रेण क्षम्यतां वेबिज् वेबिज् इति अङ्गमस्ति. अत्र पुगन्तलघुपदस्य च इत्यनेन वेवेज् इति भवति, अनन्तरं चोः कुः इति सूत्रेण अत्र जकारस्य स्थाने गकारः वेवेग् इति भवति, खरीच इत्यनेन अत्र वेवेक् इति भवति, वेवेक्ति इति रूपम् भगिनि अहं किञ्चित् अनन्तरं वदामि भगिनि. भोजनं खादति किं भगिनि? भगिनि भोजनं खादति किम्? अनन्तरं वदतु. अनन्तरं धन्यवादः भगिनि. पुष्पा भगिनि वक्तुं इच्छति किं भगिनि? आं भगिनि, वेविज् योगः ति वे तः इति तः इति सः अत्र वे वेविज् योगः तः तत्तु अपित् अस्ति. वेविज् तत्र चहुकुः गकारः करिच इत्यनेन ककारः आयाति. वेविक् योगः तः वेवित्ता वे अति न वेविज् योगः अति वेविज् अति एकमिनिट् वन् मिनिट् वन् सेकेण्ड् doing the meditation, that's why I was not continuing with you. See, atra pittasti veveg yogahasi chohokuhu itinena veveg yogahasi karicha itinena veveg योगः अस्ति, आदेशप्रत्ययोः इत्यनेन वेवेक्षि. तः वेवेक्तः थः तदा तदैव चहुकुः खरिच इत्यनेन वेविक्तः न गुणकार्यं नास्ति तः था वेविक्त वेविग्मि न जकारस्य वेवेज्मि चोहुकुः न कार्यं न करोति. वेवेज्मि वेवेज्वः वेवेज्मः लोट् लोट् लकारः वेविज् इति अङ्गं वेविज् योगः तु पित् अस्ति अतः गुणः भवति. वेवेज् योगः तु अनन्तरं चोहोकुः खरि वेविग् तु अनन्तरं करी च वेविक् तु क्षम्यतां वेवेक् तु तातु तातङ्गस्ति गुणनिषेधः. वे तत्र चोहोकुः अनन्तरं करी च वेविक्तात् अनन्तरं तां समानकार्यं वेविक्ताम् अतु हलादि क्षम्यताम् अजादि अपित् अस्ति तत्रापि गुणनिषेधः वर्णमेलनमेव वेविचतु अनन्तरं हि इति प्रत्ययः तदपि अपित् अस्ति वेविज् योगः हि हूजल्भ्योहेर्भिः इति सूत्रेण वेविज् योगः धि भगिनी क्षम्यतां हू जल्भ्यो हेर्दिः प्रथमम् अनन्तरम् एव चोहोकुः किल अनन्तरं चोहोकुः वेविग् योगः दि वेविग्धि इति रूपम् अनन्तरं तात् पूर्वं दृष्टवन्तः वेविक्तात् वेविक्तं वेविक्त आनीयाव आम यद्यपि पित्त पित्त्वम् आरोपितमस्ति तदापि तत्र नाभ्यस्था चिपिति सार्वधातुके इति सूत्रेण गुणः न भवति वर्णमेलनमेव वेविजानि वेविजाव वेविजाम भगिनि क्षम्यतां म्यूट् मध्ये आसं मणिमहोदयेन आङ्ग्लकार वदति किं महोदय महोदय वेविज्यः अत्र अडाहमः भवति अवेविज्यः पित्तमस्ति अतः अवेवेज्यः चोहुः अवेवेग् अनन्तरं करी च इति सूत्रमपि कार्यं करोति अवेवेक्त इति रूपं ताम् अस्ति अपित् अधः गुणनिषेधः वेविज्यः ताम् अत्र चोहुः इति कार्यं करोति अनन्तरं करी च वेविक्ताम् इति रूपं बहुवचने उः अजादि अपित् अत्रापि किमपि कार्यं न भवति वेविज्युः इति रूपं महोदय एकवचने अवेवेज् अत्र जलांजसवन्ते इति कार्यमपि पावसान अपि कार्यं करोति अर्हति इल विस्मृतवान् अत्र अविवेक् अविवेक् इति अनन्तरं द्वितीयं पुरुषे श अपि पित् अवेवेज् योश अत्र अत्रापि हुजल् न अवेवेज् अनन्तरं हल्याभियोगो दीर्घादिश्रुतिशकृतमलित्य न सकारलोपः अवे अवे अवेवेज् अवे अवेवेज् अवेवेज् इति रूपं भवति महोदय जलां दृश्यन्ति अवेवेज् अवेवेच अतः चोहुः कार्यं अवेवेग् अवेवेग् अनन्तरं मवावसानि इति सूत्रेण अवैवेक् अपि मध्यं द्विवचने अवे अवेविज् यः तम् अत्र चोहुः करिचयतेन अवेविक्तम् इति बहुवचने अवेविक्त मध्यमृष्यम् अजादिपित् मेलनमेव अवेविजम् अवे अत्र वा अपित् जल् नास्ति अधः अवेविज्व अवेविज्व अवेविज्म इति रूपाणि भवन्ति महोदय विस्मृतवान् सूत्रस्य योग न अवेविजम् इति रूपं उक्तवान् बट् सूत्रं न उक्तवान् धन्यवादः लक्ष्मी भगिनी वक्तुमिच्छति किं भगिनि विधिलिङ्गरूपाणि आं भगिनि सुलभमेव अतः वक्तुं शक्नोमि अतः अत्र केवलं प्रयाति यातं युः याः यातं याता यां यावयाम अस्ति, अतः केवलम् अत्र वर्णमेलनमेव इति कृत्वा अपि तस्ति इति कृत्वा गुणनिषेधः. अतः वैविध्यत् अङ्गमस्ति, अतः वैविध्यात् वैविध्यातां वैविध्युः वैविध्याः वैविध्यातं वैविध्यात वैविध्यां वैविध्याव वैविध्याम. क्षम्यताम्, अपित् इति न वक्तव्यं, यासु नित् परस्मैपद पदेषु धातु नित् इति सूत्रेण आयाति इति कृत्वा यास् आगमः नित् निद्वत् अस्ति इति कृत्वा आरोपितमस्ति तत्र नित् इति स्वभावः. पुनः पुनः वदतु भगिनि. अत्र या इति प्रत्ययः अस्ति खलु मध्ये, या इति प्रत्ययः यासुट् इति प्रत्ययः अस्ति साक्षात् पूर्णप्रत्ययः यासुट् इति अस्ति. यासु सूत्रमस्ति यासु परस्मैपदेषु धातो नित्य इति, तर्हि अत्र नित्वम् अनेन सूत्रेण नित्वम् आरोपितमस्ति. अपि पित् नास्ति, नित्वम् आरोपितमस्ति कृत्वा साक्षात् इति चेत् गुणक्षेत्र धन्यवादः भगिनी. अग्रे अहमस्मि. अस्ति वा भगिनी, भगिनी वक्तुम् इच्छति किं आत्मनेपदी रूपं केवलं पदानि वदामि वा पदानि वदति चेत् तावत् पर्यन्तं शीघ्रं वक्तुं शक्नोति. लट्लकारे आत्मनिपदे वेविक्ते वेविज्जाते वेविज्जाते वेविज्जते वेविक्षे वेविज्जाते वेविग्ध्वे वेविज्जे वेविज्महे वेविज्महे. लोट् अस्ति, लोट् भवति वेविक्तां वेविज्जातां वेविज्जातां वेविक्ष्व वेविज्जातां वेविध्वम्. अत्र लभ्यास्तस्ति इति गुणस्य निषेधः भवति. सो वेविज्जै वेविज्जावहै वेविज्जामहै. अस्तु, लङि भवति अवेविक्त अवेविज्जाताम् अवेविज्जत अवेविक्थाः अवेविज्जाथाम् अवेविध्वम् अवेविज्जि अवेविज्वहि अवेविज्महि. विद्युलिङ्गे केवलं विद्युलिङ्ग लक्ष्मी भगिनी श्व इति आदेशप्रत्य प्रथमं चोहोकु देन् खडि च आदेशप्रत्ययः. लक्ष्मी आं भगिनि, अत्र प्रत्ययाः ईत ईयातम् ईरन् ईथाः ईयाथाम् ईध्वम् ईय ईवहि ईमहि इति आत्मनेपदी विधिलिङ्गलकारप्रत्ययाः सन्ति. अत्र केवलं वर्णमेलनमेव भवति इति भाति अत्र. अतः वेविजीत वेविजीयातां वेविजीरन् वेविजीथाः वेविजीयाथां वेविजीध्वं वेविजीय वेविजीवहि वेविजीमहि इति रूपाणि भवन्ति. लङ्लकारे न अभवत् एकवारं लङ्लकाररूपाणि किञ्चित् वदतु भगिनि. सूत्रेण सह सूत्राणां साहाय्येन समानसूत्रं खलु, चोपकुः अनन्तरं खडी च सकारः अस्ति चेत् अनन्तरं दकारः अस्ति चेत् केवलं चोपकुः अनन्तरं जलाञ्जिष्यसि. अकारः यत्र आदौ अस्ति अच्वर्णः अपि तस्ति इति कृत्वा तदत्र अत्र तु केवलं वर्णमेलनमस्ति वहि वहि तत्रापि वर्णमेलनम् इति कृत्वा नूतनकार्यं किमपि अस्ति खलु नेमिज् वयं पृथक्तया दृष्टवन्तः. अग्रे अग्रिमे भगिनी भगिनी वदति किं भगिनी पुनः लक्ष्मी भगिनी विष् धातुः विषये अत्र विष्करपत्रात् करपत्रात् आं भगिनि विष् धातुः विश्रु इति अस्ति धातुः विष् धातुः उभयपदी धातुः व्याप्तौ इति दत्तमस्ति. कार्यं रूपाणि च धिष् धातुरेव केवलम् अभ्यासे सर्वत्र गुणः भवति गुणः इति भेदः इत्युक्ते सर्वेषु अत्र रू अत्र गुणः पीत्वा अपित्वा तत्र भेदः नास्ति सर्वत्र गुणः भवति इति उक्तमस्ति. अत्र विष् धातुः श्लौ इत्यनेन अत्र द्वित्वं भूत्वा विश् विश् भवति हलादिशेषः इत्यनेन विविश् इति अङ्गम् आगतम्. अपि च अत्र विशिष्टसूत्रेण निजान्त्रयाणां गुणः श्लौ इति सूत्रेण श्लौ परे अत्र त्रयः यदा भवती उक्तवती त्रयः धातवः सन्ति तेषु अन्यतमः विष् धातुः इति कृत्वा अत्र निजान्त्रयाणां गुणः श्लौ इत्यनेन अभ्यासे गुणः भवति इति तेन वेविष् इति नूतनाङ्गम् आगतम्. अत्र दिष्टातोः विषये पश्यामः चेत् यानि कार्याणि सन्धिकार्याणि पश्यामः चेत् प्रथमं तु अस्माकं किम् अस्ति सन्धिकार्याणि पश्यामः चेत् पुदपुगत लघुपतस्य च इति अङ्गकार्यम् अनन्तरं ष्टुण यत्र तकारे परे तु ष्टुणाष्टुः अहं ध्वनिमुद्रणं श्रुतवती भगिनी अतः अवगतवती नो चेत् अहं कर्तुं न शक्नोमि केवलं ध्वनिमुद्रणं तत्र मङ्गलवासरवर्गस्य ध्वनिमुद्रणं श्रुतवती अतः वक्तुं शक्नोमि वदामि वा. अत्र नूतन अङ्गम् अस्ति वेविश् इति अस्ति अत्र ति इति प्रत्ययं योजयामः परस्मैपदी धातूनां कृते अत्र परस्मैपदीरूपं वदामि. अत्र ति इति हलादिप्रत्ययः पित् प्रत्ययः अतः पुगन्तलघुपदस्य च इत्यनेन गुणकार्यं भवति अतः वेवेश् इति रूपम् आगतं. वेवेश् योगः ति इति भवति. अत्र मूर्धन्यषकारस्य प्रभावेण ष्टुनाष्टुः इति सूत्रेण अत्र तकारादेशः भवति अतः अन्तिमं रूपं वर्णमेलनं भूत्वा वेवेष्टि इति रूपं प्रथमपुरुषे एकवचनरूपं प्रथमपुरुषद्विवचनरूपं तत्र तः इति प्रत्ययं योजयामः तः अत्रापि तादृशरीत्या एव कार्यं भवति. ष्टुनाष्टुः इत्यनेन षकारस्य प्रभावेण मूर्धन्य टकारादेशः भवति अतः वे वेविष्टः इति रूपम् आगतं. परन्तु अत्र भेदः कः इत्युक्ते अत्र गुणः न भवति. किमर्थं चेत् प्रत्ययः तः प्रत्ययः अपित् प्रत्ययः अतः अत्र गुणः न भवति अतः रूपं वेविष्टः इति रूपम् आगतं. बहुवचनप्रत्ययः प्रत्ययः अति योजयामश्चेत् वेविष्योगः अति अत्र अकारः अस्ति इति कृत्वा प्रत्ययस्य आदौ अकारः अस्ति इति कृत्वा अत्र केवलं सन्धिकार्यं न भवति वर्णमेलनं भूत्वा वेविशति इति रूपम् आगच्छति. अपि च मध्यमपुरुषरूपाणि अत्र सि प्रत्ययं योजयामश्चेत् अत्र सि प्रत्ययः अपि पित् प्रत्ययः पित् अस्ति चेत् अत्र पुगन्तलघुपदस्य च इत्यनेन गुणकार्यं भवति अत्र गुणः भवति चेत् अत्र वेवेश् इति रूपम् आगच्छति. वेवेश् योगः सि इति अधुना अत्र भगिनी उक्तवती अत्र षडोः कः सि अहं न जानामि सूत्रं तत् सूत्रं किम् इति अहं प्रथमवारं पठितवती. षडोः कसि कहसि इति सूत्रेण तत्र स्थितस्य वेवेश् इत्यस्मात् तत्र स्थितस्य षकारस्य स्थाने ककारादेशः भवति सि परे तदा भवति चेत् वेवेक् योगः सि इति भवति. अधुना सि इति अस्ति इति कृत्वा आदेशप्रत्यययोः इत्यनेन सि इति स्थाने षि आगच्छति. तदा वर्णमेलनं भूत्वा वेवेक्षि इति रूपम् आगच्छति सिद्ध्यति. मध्यमपुरुषप्रत्ययः थः अस्ति. अत्र थः इति हलादिप्रत्ययः अपित् प्रत्ययः. अधुना अत्रापि अत्र गुणकार्यं नास्ति अपित् इति कृत्वा, किन्तु अत्र अत्रापि ष्टुनाष्टुः इत्यस्य कार्यम् अस्ति. षकारः अस्ति इति कृत्वा अत्र षकारः अस्ति, अपि च थकारः निमित्तमस्ति. निमित्तमस्ति अतः वेविष्ठः इति मध्यमपुरुष द्विवचनरूपं वेविष्ठः, तथा एव वेविष्ठ इति मध्यमपुरुष बहुवचनरूपं, मी प्र उत्तमपुरुष एकवचनरूपं साधयामश्चेत् मी इति प्रत्ययं योजयामः. मी प्रत्ययः पित् प्रत्ययः, अपि च हलादि पित् प्रत्ययः. अतः पित् अस्ति इति कारणतः गुणकार्यं भवति, अतः वेवेश् इति भवति. वेवेश् योगः मी, वेवेश्मि इति भवति. अपि च वः द्विवचनप्रत्ययं वः योजयामश्चेत् वः इति अपित् प्रत्ययः, मः अपि अपित् प्रत्ययः, अतः गुणकार्यं न भवति. अतः वेविश्वः वेविष्मः इति रूपाणि. उत्तमं भगिनि, अस्तु, सम्यक् उक्तवती भगिनि, धन्यवादः. अत्र षडोः कहसि किं वदति इत्युक्ते षकारः वा डकारः वा अस्ति, तस्य अनन्तरं सि इति सप्तमी विभक्ति अस्ति खलु, तर्हि षडोः इति किमस्ति अस्ति षष्ठी अस्ति, तर्हि षडोः स्थाने किं ककारः आयाति सि परे. षकारडकारयोः स्थाने ककारादेशः भवति सि परे. लोट्लकारम् अहं वदामि, तु इति अस्ति भगिनी उक्तवती, तित्तस्य इति कृत्वा गुणकार्यं भवति, वेवेष्टु इति, अनन्तरं वेविष्टात् वेविष्टां वेविशतु, वेविष् योगः हि, तर्हि पिच्च इत्यनेन अपित्वम् आरोपितं, तर्हि गुणकार्यं निषेधं, तर्हि वेविष्मिता वेविष् योगः हि. अनन्तरम् अधुना तु हू जल् ब्योर्हेर्दि इत्यनेन हख हि इत्यस्य स्थाने धि आदेशः, तर्हि वेविष् योगः धि. अधुना धकारः जलि अस्ति इति कृत्वा षकारस्य धकारादेशः. क्षम्यतां, कस्मात् पूर्वं ष्टुनाष्टुः इत्यनेन एव प्रथमं तत्तु प्रथमं कार्यं करोति, तर्हि धकारस्य डकारः भवति, तर्हि वेविष् योगः धि इति. अनन्तरं किम् अस्ति इत्युक्ते अधुना जलां दृश्यसि इत्यनेन षकारस्य डकारः, तर्हि वेविद्धि इति रूपम् अग्रे अस्ति. वेविष्टात् वेविष्टं वेविष्ट, आनियाम् आवाम नाभ्यस्तस्य अचित् इति सार्वदात्यनेन गुणकार्यं निषिद्धं, तर्हि केवलं वर्णमेलनम्. वेविषा नि इत्यस्य अत्र तु रषाभ्यां नोणः इत्यनेन नत्वं भवति, तर्हि क्षम्यताम् अटुक्वाङ्गुं देवा इति इत्यनेन यद्यपि मध्ये अकारः अस्ति तथापि नत्वं भवति, तर्हि वेविषाणि वेविषा वा वेविषाम इति. भगिनि एकः संशयः अस्ति, प्रश्नः अस्ति, यदि वेविष्टात् इति भवति वेविष्टात् सकार परे अस्ति, इदानीं पदं भवति वा न वेविष्टात्? वेविष्टात् इति पदमेव अस्ति पदं, सुप्तिङन्तं पदम् इति सूत्रेण सुप्तिङन्तं पदम् इति सूत्रेण तिङ तिङन्तम् अस्ति इति कृत्वा पदम् अस्ति अन्या विकल्पेन विकल्पेन दकारः अपि वक्तुं शक्यते वक्तुं शक्नुमः जलान् दशोन्ते इत्यनेन इत्यनेन पुनः जलान् दशोन्ते क्षम्यताम् अनन्तरं वावस्थेन सत्यं वयं न वदामः वर्गे किन्तु तदपि महोदय किं सूत्रम् उक्तवती सूत्रम् जलां दर्शन्ति अन्तिममस्ति इति कृत्वा जलां दर्शन्ति अनन्तरं वावसानि इति अवसाने अस्ति चेत् वावसानि लङ्लकारे तत्तु क्षम्यतां मणिमहोदय भवान् वदतु महोदय लङ्लकारः भवान् लङ्लकारः वदतु लङ्लकार पुष्पभगिनी उक्तवती तदेव स्टेलिङ्ग् लैते तत् वदामि महोदय अवेविश् तः कः महोदय अहं पुष्पभगिनी अवेवेश् यः तः अत्र आं महोदय क्षम्यतां प्रत्ययः आं महोदय कथं प्रोनौन्सियं इत् अत्र शृणास्तु इति सूत्रं च कार्यं कृत्वा अवेविश् इति रूपं महोदय कल्याङ्गभीतां धन्यवादः धन्यवादः अत्र कल्याङ्गभीगा सुधीशाप्रतहल् इति तकारः लोपो भवति अवेवेश् इति रूपं जलं दर्शन्ति इति सूत्रेण अवेवेड् इति रूपं भवति वावसाने इति सूत्रेण अवेवेट् इति बहु दिव्यवचने अवेवेष्टां बहुवचने अवेविशुः अनन्तरं मध्यमवर्षे एकवचने अवेवेश् यो सि स अवेवेश् अत्र षडहो कः सि इति सूत्रेण स लोपो भवति अवेवेश् अत्र जलां जसन्ति इति सूत्र अवेवेड् अवेवेट् इति रूपं तम् अवेविष्टम् अवेविष्ट उत्तमपुरुषे अवेविषम् पिति सार्वधातुके सूत्रेण गुणनिषेधः अतः अवेविश्वम् अवेविश्व अवेविश्म इति रूपम् अत्र वेविश् इति धातोः वा वेविश् इति अङ्गम् अत्र वेद्लिङ्गरूपाणि वेविष्यात् वेविष्यातां वेविष्युः वेविष्याः वेविष्यातं वेविष्यात वेविष्यां व्यविष्याव व्यविष्याम भगिनी अत्र सूत्रद्वयम् अस्ति, नूतनसूत्रद्वयम् अस्ति अत्र, नाभ्यस्तस्याचिपिति सूत् अत्र तेन गुणः सार्वधातुके तेन न गुणः न भवति, किञ्चित् वदति वा अत्र सूत्रस्य विषये? न इति उक्तमस्ति, निषेधः अस्ति. तर्हि अभ्यस्तस्य अभ्यस्तसंज्ञकस्य अभ्यस्त अङ्गस्य इति अर्थः अभ्यस्तस्य. अनन्तरं सप्तमे अभ्यस्तस्य इति षष्ठी अस्ति खलु, षष्ठी अस्ति तर्हि स्थानी अस्ति. अनन्तरं निमित्तमासे सप्तमी विभक्त्या उक्तमस्ति, किमस्ति अचि इति सार्वधातुके इति तथा. तर्हि अजादि पित् प्रत्ययः सार्वधातुकपित् प्रत्ययः अस्ति चेत् अजादि सार्वधातुकपित् प्रत्ययः अस्ति चेत् न, किं न, अत्र तु अनुवृत्तितः आयाति गुणः न इति. पुगन्तलघुपदस्य चेत् यस्मात् आयाति अनुवृत्तिः, तर्हि लघुपदस्य गुणः न भवति. धन्यवादः. दत्तमस्ति उपरि उपरि उपरि दत्तमस्ति. आं भगिनि, अपि च हल्न्याभ्यो दीर्घात् श्रुति स्यप्रोक्तं हल् इति, तत्र सर्वाणि पदानि मम कृते नूतनानि. अत्र अप्रोक्तम् इत्युक्ते अत्र संज्ञा इति भाति. अहं सूत्रं पठितवती अत्र हल्न्याभ्यः इति पदं पञ्चम्यन्तं, दीर्घात् पञ्चम्यन्तं, सुतिसि एकवचनं, अप्रोक्तं प्रथमं एकवचनं, हल् एकवचनं. अत्र किं दत्तमस्ति इत्युक्ते हलन्तात् दीर्घात् न्यन्तात् दीर्घात् आबन्तात् परस्य सुतिसि प्रत्ययानां अप्रुक्तः हल् लुप्यते इति दत्तमस्ति. किञ्चित् वदति वा अत्र? अत्र हलन्तम् अस्ति चेत् किमित्युक्ते अत्र कुत्र कुत्र एतत् एतादृशं कार्यं सम्भवति इत्युक्ते सुतिसि इति प्रत्ययानाम् अत्र वदनमस्ति खलु प्रत्ययः. तर्हि तुप् प्रत्ययः वयं कुत्र पठामः, सुबन्तपदनिर्माणे वयं पश्यामः सुप् प्रत्ययः सु इति. अनन्तरं उदाहरणार्थं यत्र प्रथमपुरुष क्षम्यतां प्रथमपुरुष नास्ति प्रथमाविभक्ति एकवचने तु सु इति आयाति खलु सा तत्र. अनन्तरं ति इति किमस्ति, ति इति अस्माकं तिङन्त लङ्लकारे तिङ् प्रत्ययस्य एकवचने ति इति आयाति, लट्लकारे आयाति. किन्तु किमर्थं वयं लङ् इति वदामः इत्युक्ते अपृक्तप्रत्ययः कुत्र भवति इति. अपृक्तप्रत्ययः इत्युक्ते एकः एव अल्वर्णः एव अपृक्तप्रत्ययः इति नामकरणम्. अपृक्त एकाल् प्रत्ययः इति, अपृक्तप्रत्ययः इत्युक्ते एक एव अल् यस्य प्रत्ययस्य एक एव अल्वर्णः अस्ति तद् अपृक्तप्रत्ययः. तर्हि सामान्यतया साधारणतया ति इति प्रत्ययः तु अपृक्त नास्ति, तकारः अस्ति, इकारः अपि अस्ति. तर्हि कुत्र एक अल्वर्णः एव शिष्यते, लङ्लकारे एव एकवचने एव इति एकः एव वर्णः शिष्यते ति प्रत्ययस्य. तथा एव मध्यमपुरुष एकवचने अपि ति इति प्रत्ययस्य एक एव अल्वर्णः शिष्यते मध्यमपुरुष एकवचने इष्य इति शिष्यते. तथा एव तुप् इत्यस्मिन् अपि तथा एव प्रथमपुरुष एकवचने प्रथमाविभक्ति एकवचने सुप् इत्यस्य पकारस्य हलन्त्यम् इत्यनेन लोपः भवति. अनन्तरम् उकारस्य तु उपदेशे अजननास्तः इत्यनेन लोपः भूत्वा केवलं सकारः तिष्ठति. तथैव रामशब्दस्य रामयोगः इस् इत्यस्य सर्वस्वरुः कर्वसानयो विसर्जनीयः इत्यनेन विसर्गः आदेशः भूत्वा रामः इति रूपं प्राप्नुमः. तर्हि प्रथमाविभक्ति एकवचने तत्र तु अपृक्तवर्णः अस्ति. तर्हि कुत्र कुत्र अनन्तरं किमस्ति अत्र हलन्तात् पञ्चमी अस्ति. तर्हि हलन्त एतादृश नेनेक् योगः इति स्थितौ हल् इति स्थितौ हल् नेनेक् इति अन्तिमवर्णः कः ककारः अस्ति. तत्र ककारः अस्ति इति कृत्वा हलन्तम् अनन्तरम् अपृक्तप्रत्ययः एतादृश तु तीसि अस्ति चेत् तादृशप्रत्ययस्य लोपः भवति इति प्रथमांशः. द्वितीयांशः वयं कुत्र पठामः, तत्तु अस्माकं नन्द्यकारनिर्माणे वयं पश्यामः खलु, रङ्गरूपनिर्माणे पश्यामः. अनन्तरं दीर्घात् ञन्तात् दीर्घन्य इत्युक्ते अत्र नदी इत्यस्य नदी प्रत्यय नदी इत्यस्य प्रत्ययः तु ञन्तम् अस्ति, न्याय प्रत्ययः अस्ति नदी इत्यस्य. तर्हि नदी प्लस् तु इति अस्ति खलु. अत्र किम् अपायति, पुनः तु इति स्थितौ अत्र सकारः अस्ति, तिष्ठति अपृत्तप्रत्ययः इति एकेव अल्वर्णः शिष्यते. तर्हि नदी प्लस् इस् सकारस्य लोपं भूत्वा केवलं नदी इति तिष्ठति. अनन्तरं दीर्घ आबन्तात् इति अस्ति, स्त्रीलिङ्ग आकारात् स्त्रीलिङ्गस्य वर् बहु स्त्रीलिङ्ग पदनिर्माणे उदाहरणार्थं विद्या, विद्या रमप्रिया इति अस्ति खलु. तर्हि आकारस्त्रीलिङ्गस्य रमप्रिया योगः इस् इति प्रत्ययः अस्ति. तर्हि प्रिया प्लस् इस् अत्र तु सकारस्य लब्धं, तर्हि प्रिया इति एव तिष्ठति. नो चेत् तत्र विसर्गः भवति खलु, सकारस्य विसर्गः साधारणतया भवति पुल्लिङ्गे, किन्तु स्त्रीलिङ्गे वयं विसर्गं न पश्यामः. अनेन एव सूत्रेण केवलं लक्ष्मीः श्रीः तत्रैव वयं स्त्रीलिङ्ग इकारान्तस्त्रीलिङ्गे वयं विसर्गं पश्यामः, किन्तु लक्ष्मीः श्रीः इति यत्र आयाति तत्र तु ञन्तात् नास्ति, ज्ञप्रत्ययः नास्ति तत्र, अन्यत् किमपि प्रत्ययः अस्ति इति कृत्वा एव अने अस्य सूत्रस्य प्रसक्तिः. अस्तु, अवगच्छामि, धन्यवादः भगिनि. धन्यवादः भगिनि. तर्हि अधुना आत्मेपदिरूपाणि खलु, शीघ्रं रूपाणि एव वदामः. पुष्पा भगिनी किमपि वदति वदन्ती आसीत् खलु, किं भगिनि किमपि वक्तुम् इष्टवती किं पूर्वं? न न भगिनि, तत् तकारस्य अन्तिम वर्णस्य परिवर्तनं न अवगतं, तद् अवगतम्. अस्तु भगिनि, धन्यवादः. भगिनी वक्तुम् इच्छति किं भगिनि, लट्लकाररूपं केवलं रूपाणि वदतु, वदेम. वेविष् योगः ते तत्र अष्टुनाष्टुः वेविष्टे अपि तस्य वेविष्टे अते आते वेविषाते वेविषते तत्तु किमस्ति भगिनि अत्र मध्यमपुरुषे से न से हा वेविश् वेविश् योगार्थे अत्र षडोकः सि तत् कार्यं करोति तत्तु वेविक् योगः से आदेशप्रत्ययोः इत्यनेन वेविक्षे न भगिनि आं भगिनि भगिनि पुष्पा भगिनि सरला भगिनी वदतु वर्णमेलं वेविशाथे वेविश् योग द्वे भवति झलाञ्चषि इति सूत्रेण शकार डकार आगच्छति वेविद्वे इति भवति साधु अस्तु वेविश्ये वेविश्वहे वेविश्महे लोट्लकारे भवति सरला भगिनी वदति प्रथमपुरुषस्य रूपाणि वदतु अनन्तरं वेविष्ठां भवति प्रथमाष्टुः इति सूत्रेण कोऽपि अङ्गकार्यं नास्ति अपि तस्य इति परिहेति गुणकार्यं बाधा वेविशातं वेविशतां इति भवति. धन्यवादः भगिनि. पुष्पा भगिनी वदति किं भगिनि मध्यमं पुष्पस्य पुनः तस्याः भङ्गम भवति भगिनः अस्तु, यथा पूर्वम् उक्तवन्तः तथैव षडोकः सि इति आदेशप्रत्ययो अत्यनेन विविक्ष्व इति भवति, अत्र विविशाखं वेविध्वम् इति भवति, जलाजष्टसि इत्यनेन नाभ्यस्तसचि नाभ्यस्त पित्ति सार्वधातुके अनेन गुणबाधा भवति उत्तमपुरुषे, सो केवलं वर्णमिलम् आगच्छति, व्यविष्यै व्यविषावहै व्यविषामहै इति भवति. धन्यवादः भगिनी. अहं पुनः वदामः भवत्याः लक्ष्मी रामप्रिया भगिनी प्रति उक्त्वा अनन्तरं पृष्टवती. रामप्रिया भगिनी वदामि वा? अवेविश् योगः त प्रत्ययः, तत्रापि यदा वयं पूर्वं दृष्टवन्तः ष्टुनाष्टुः इत्यस्य कार्यम् अवेविष्ट अवेविष्ट एव आताम् अथ इति अजादि अपित् अस्ति, अवेविषाताम् अवेविषथ ताः इति अपित् अस्ति, तत्र अवेविष् तत्रापि इष्टुनाष्टुः इत्यस्य कार्यम् अवेविष्टाः, अनन्तरम् अवेविष्टाथाम् अवे द्वम् इति अस्ति, तत्र तु कार्याणि भवति, अवेविष्योगः द्वं तत्रापि ष्टुनाष्टुः एव, अवेविष्योगः द्वम् अनन्तरं जलां जश्चषि इति भूत्वा अवेविड्वम् इति भवति, अनन्तरम् अवेविष्योगः इ अवेविषि अवेविश्वहि अवेविष्महि. धन्यवादः भगिनि. अग्रिमधातुः तुरिति धातु पुष्पभगिनी पठति वा भगिनि? विधि न न विद्युलिङ्ग्, ओ अहं विस्मृतवती विद्युलिङ्ग्. ईता ईता ईयातां सर्वे अपि कोऽपि कार्यं नास्ति, स्वर्णमेलनं वेविषीता विवेशीयातां वेविषीरन् वेविषीथाः वेविषीयातां वेविषी ध्वं वेविषीया वेविषीवहि वेविषीमहि. अस्तु, तत्तु तुर्तुर् उदुपदधातुः अस्ति, पठामि? तुर्तुर् अस्ति अत्र, हा एक एव उदुपदधातुः अस्ति, सुर् तुर सुर् इति तुर तुर् धातुः परस्मैपदी त्वरणे द्वित्वम् अभ्यासकार्यं च द्वित्वं तुर् श्लौ इत्यनेन तुर्तुर् इति आगच्छति, शल् हलादिः शेष इत्यनेन तुतुर् इति अङ्गम् अङ्गकार्यं, हलादिपित्सु उपधायां लघु इकः गुणः, तुतुर् योगः ति पुगन्तलघुपदस्य च इत्यनेन तुतोर् योगः ति तुतोर् ति इति परिवर्तनम्, अजादिपित्सु नाभ्यस्तस्याचि पिति सार्वधातुके इत्यनेन उपधायां लघु इकः गुणनिषेधः, तुतुर् योगः आनि तुतुराणि, अट्कुप्वां न्यूम्यवायेपि इत्यनेन तुसुराणि, अत्र रसाभ्यां न अट्कुप्वाम् एव रसाभ्याम् अपि अस्ति परन्तु अनुवृत्तिः आयाति अनुवृत्ति हल्या हलाद्यपि च हलि च इत्यनेन उपधादीर्घः तुतुर्योगहतः तुतुर्योगहतः तुतुर्थः इति अजाद्यपित्सु निति च गुणनिषेध गुणनिषेधः निति च इत्यनेन गुणनिषेधः भवति तुतुर्योगः अति तुतुरति हलि च हलिपरे रेफान्तानाम् अवकारान्तानां च धातूना उपधायां स्थितः इकः इक् वर्णः दीर्घः भवति अनुवृत्तिसहितसूत्रं हलि च उर्वोः धातोः उपधायाः इकः दीर्घः सन्धिकार्यं सर्वत्र केवलं वर्णमेलनम् अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि अस्तु लटिकरं लटि तुतुर्योगति पुगन्तलघुपद इति सूत्रेण लघु उपधा ओकारस्य ओकारागच्छति तुतोर्योग तुतोर्ति इति भवति तुतुर्योगतः अपितति ङिति ङिति वत् भवति अतः गुणनिषेधः भवति तुतुर्योगतः इदानीं हलि हलि च सूत्रेण उपधायां उकारस्य दीर्घात् भवति तुतुर्तः इति भवति तुतुर्योग अति अजादि अपितस्ति गुणकार्यं न भवति तुतुरति इति भवति तुतुर्योगसि तुतुरीफ आदेशप्रत्ययोः इति नुवसर्जनीय इति भागः आगच्छति तत्र सो अतः सकारस्य मूर्धन्यशकारः आगच्छति तुतुर् प्रथमं गुणकार्यं भवति तुतोर् योगसि तदनन्तरम् आदेशप्रत्ययो सूत्रेण तुतोर्षि इति भवति तुतुर्योगतः पुनः गुणनिषेध हलि च इति सूत्रेण तुतुर्थः इति भवति तथैव तुतुर्थ मध्यम बहुवचने तुतुर्योगमि गुणकार्यं तुतोर्मि इति भवति तुतुर्योगवः वः वकारः हलि अस्ति अतः तुतुर्वः अपि हलि अस्ति तुतुर्मः इति भवति सूत्रेण उपधा गुणः तुतोर् तु इति रूपं तात् तातङ् हलिच इति सूत्रम् अत्र कार्यं करोति अतः तुतुर् तात् इति तदेव ताम् इति तुतुर्ताम् अतु तुतुरतु इति रूपं भवति हि अस्ति अत्र शरी अपि सति अपि तस्य हल् अपि चलाञ्जशन्ति इति उक्तवान् तद् जलाञ्जशन्ति तु तादागच्छति वावशाने तु तात् पुनः इति धन्यवादः हि अस्ति अत्र तत्रापि जल् अपि अस्ति जल् अस्ति खलु महोदय हि जलि नास्ति वा तुतुर् तुतुर् हि इति रूपं भवति महोदय सन्देहः अस्ति तुतुर्हि इति प्रथमम्, अनन्तरं हलीश इत्यनेन तुतुर्हि, तुतुर्हि तुतुर्हि इति तदेव तात् तुतुर्तात्, अत्रापि वावसाने कार्यं करोति वा? जलां जस्वन्ते तुतुर्दात् तुतुर्तात्, तम् इति तुतुर्तं तुतुर्त, आनि अव पित्तमस्ति परन्तु नाभ्यस्तीपिति सारुदातिके इति सूत्रेण अत्र गुणनिषेधः अस्ति, तुतुर्योः आणि तुतुराणि, अत्र हट्कुपाङ्नु व्यभावे अपि सूत्रं कार्यस्थाति नत्वं भवति तुतुराणि तुतुराव तुतुराम इति रूपाणि भवन्ति महोदय. धन्यवादः. अतुतुर् इति अङ्गम् इदानीम् अतुतुर् योगः त इति प्रत्ययः, त प्रत्ययः तु अपृक्त अल् प्रत्ययः इति कृत्वा प्रथमं तु पित् अस्ति, अतः पुगन्तलघुपदस्य च इति कार्यम्. अतोतुर् अतुतोर् इति भवति, अतुतोर् योगः त प्रत्ययः, हल्ङ्याभ्यो दीर्घात् चुतिस्य प्रक्तं हल् इति सूत्रेण त प्रत्ययस्य लोपः अतुतोर् इति अस्ति. अतुतोर् अनन्तरं तत्र करवसानयोर्विसर् ससजुषोरुः करवसानयोर्विसर्जनीयः इति सूत्रेण विसर्गादेशः कार्यं करोति किल, यत्र रेपः तु पूर्वमेव अस्ति. आमामां तद् सर्वदा द्वयोः अपि आमां धन्यवादः. करवसानयोर्विसर्जनीयः इत्यस्य कार्यं रेपस्य स्थाने विसर्गस्य आदेशः अतुतोः इति रूपम्. अनन्तरं ताम् इति हलादि अपित् प्रत्ययः, अतः तत्र हलीच इति सूत्रस्य प्रसक्तिः उपधादीर्घः भवति. अतूर्ताम् इति भवति. अनन्तरम् उः इति अपि अपित् प्रत्ययः, तत्र गुणनिषेधः अतुतुरुः इति भवति. अनन्तरं स इति प्रत्ययः अपि हल् अपृक्त हल् प्रत्यय अल् प्रत्ययः इति कृत्वा तत्रापि समाना प्रक्रिया अतुतोः इति भवति. अनन्तरं तं त समाना प्रक्रिया हलीच इति सूत्रस्य कार्यम् अतुतूर्तम् अतुतूर्त इति भवति. अम्ब म अम् इति अजादि पित् प्रत्ययः गुणस्य पुगन्त क्षम्यतां, तत्र तु अजादिपित्सु नाभ्यस्तास्य ना अभ्यस्त अचीपिति सार्वधातुके इति सूत्रस्य प्रसक्तिः, उपधायां लघु इक्वर्णस्य गुणनिषेधः. अतुतुरं वम तत्र तु हलादि अपित् अस्ति, परन्तु हलीच इत्यस्ति इति सूत्रस्य प्रसक्तिः तु अस्ति एव. अतुतूर्व अतुतूर्म इति भवति. धन्यवादः भगिनी. लक्ष्मी भगिनी अहं विदिलिङ्ग् अनन्तरं नूतनकरपत्रम् आं भगिनि. अत्र सर्वेषु प्रत्ययेषु प्रथमवर्णः यकारः अस्ति, यकारः हल् वर्णः, अतः अत्र विशेषसूत्रेण हलिच इति सूत्रेण अत्र उपधादीर्घत्वं भवति. अतः तुतूर्यात् तुतुर्यातां तुतुर्युः तुतुर्याः तुतुर्यातं तुतुर्यात तुतुर्यां तुतुर्याव तुतुर्याम इति रूपाणि भवन्ति. रुदादिगणः इति पाठः. ओ रुदादिगणः. अत्र रुधादिगणे पञ्चविंशतिधातवः सन्ति, ते च सर्वे हलन्ताः, कर्त्रर्थे सार्वधातुकप्रत्यये परे किं किं भवति इति अस्मिन् पाठे वीक्ष्यते. सार्वधातुकप्रकरणे इदम् अस्माकम् अन्तिमं कार्यं. यथा सर्वेषु गणेषु कर्त्रर्थके सार्वधातुकप्रत्यये परे कर्तरि शप् इत्यनेन शप् विहितः अस्ति, तदा रुधादिगणे रुधादिभ्यः श्नम् इत्यनेन शपं प्रबाध्य श्नम् विकरणप्रत्ययः विहितः भवति. अत्र सूत्रमस्ति रुधादिभ्यः श्नम्. रुधादिगणे पठितेभ्यः धातुभ्यः श्नम् प्रत्ययो भवति कर्त्रार्थके सार्वधातुकप्रत्यये परे. अनुवृत्तिसहितसूत्रमस्ति रुधादिभ्यः श्नम् प्रत्ययः कर्तरि सार्वधातुके. इत्युक्ते अत्र रुधादिगणे अत्र पञ्चविंशतिः धातवः सन्ति, ते सर्वे हलन्तधातवः. वयं जानीमः एव अत्र कर्त्रार्थे सार्वधातुक कर्तर्थक सार्वधातुकप्रत्ययः इत्युक्ते कर्तरि शप् विहितः भवति प्रथमतया. अनन्तरं रुधादिगणे शपं प्रबाध्य रुधादिभ्यः श्नम् इति सूत्रेण श्नम् इति विकरणप्रत्ययः आगच्छति. तदेव अत्र दत्तमस्ति. अत्र सर्वेषु रुधादिगणीयधातुषु अत्र श्नम् प्रत्ययः भवति कर्त्रार्थकसार्वधातुकप्रत्यये परे इति रुधादिभ्यः श्नम् सूत्रं वदति. अस्तु, धन्यवादः. श्नम् इति प्रत्यये लशुक् लशक्वतद्धते इत्यनेन शकारस्य संज्ञा, हलन्त्यम् इत्यनेन मकारस्य इत् संज्ञा, तस्य लोपः इत्यनेन द्वयो लोपे सति न इत्येव अवशिष्यते. सा यदि श्नम् प्रत्यये आगच्छति तत्र प्रथमं श्नम् इति उपदेशक धातुः अस्ति, तत्र उपदेशे न लशक तद्वदते इति सूत्रेण शकार आदौ अस्ति, तस्य लोप इत्संज्ञा भूत्वा तत् लोप भवति. मकार हलन्ति अनेन इत्संज्ञा भवति, तस्य लोप भवति. सार्वधातुक नकार एव शिष्यते. सार्वधातुकलकारेषु तिङन्तपदस्य निर्माणार्थं त्रीणि सोपानानि सन्ति. विकरणप्रत्ययः निमित्तकम् अङ्गकार्यं तदा धातुविकरणप्रत्ययो मेलनं, द्वितीय तिङ्प्रत्ययसिद्धि, तृतीय असि तिङ्प्रत्ययनिमित्तकम् अङ्गकार्यं तदा अङ्गतिङ्प्रत्ययो मेलनम्. प्रथम यथा पूर्वं वयं दृष्टवन्तः विकरण निमित्तकम् अङ्गकार्यम् आगच्छति, तदनन्तरं धातुविकरणप्रत्ययो मेलनं भवति तिङ्प्रत्ययसिद्धि, तृतीय सोपानमस्ति तिङ्प्रत्ययनिमित्तकम् अङ्गकार्यं. पठामि अग्रे भगिनि. अस्तु, प्रथमं विकरणनिमित्तकम् अङ्गकार्यं तदा धातुविकरणप्रत्ययोः मेलनम्. अस्मिन् प्रथमे सोपाने रुधादिगणे वस्तुतः क्रमविपरीतः. सर्वप्रथमं धातुविकरणप्रत्ययोः मेलनं भवति, तदा एव विकरणप्रत्ययनिमित्तकम् अङ्गकार्यं भवति. इदानीम् अत्र रुधादिगणे विशिष्टकार्य कार्यं भवति. प्रथमं धातुविकरणप्रत्ययो मेलनं भवति, तदनन्तरम् अङ्गकार्यम् आगच्छति. तस्य कारणम् अधो दत्तमस्ति. प्रक्रिया धातुविकरणप्रत्ययो मेलनं श्नम् मित् अस्ति, मकार इति यस्य सः बहुव्रीहि समासः अस्ति. मकार श्नम् इति श्नम् इति धातुः सः अस्ति, मित् भवति. अतः मिदुचोन्त्यान्त परः इति सूत्रेण इत्यनेन धातोः अच्चवर्णेषु अन्या अन्त्यात् पर आयाति, यथा रुद् योगश्नम् रुद् योगनः रुनद्, भिद् योगनः भिनद्, कृत् योगनः कृणत्, तृद् योगनः तृणद्, खिद् योगनं खिन्नत् तृः योगनः तृणः इत्यादिकम्. इदानीं श्नम् इति मित् अस्ति, मिदिचो ज्ञान्तपर इति सूत्रेण मका जनुम् अस्ति, तस्य आगम आगच्छति अन्तिम अचुवानस्य अन्ते. सो धातोः यदा रुद् अस्ति अचुवानसि उकारस्य उकारस्य अनन्तरं नकार आगच्छति, तथैव भिन्न इति सूत्रेण इकारस्य भिन् सूत्रेण इकारस्य अनन्तरं नकार आगच्छति, भिन्नत् भवति. कृन्नत् इति ऋकार अस्ति, ऋकारस्य अनन्तरं नकार आगत्य कृन्नत् भवति. कृत् तृद् अस्ति, ऋकारस्य अनन्तरं नकार आगत्य कृन्नत् भवति. खिद् इति अस्ति, इकारस्य अनन्तरं नकार आगत्य खिन्नत्. त्रिः रकारस्य अनन्तरं नकार आगत्य तृणः इति भवति. धन्यवादः. अस्तु यः मित् अस्ति अस्ति सः अच् वर्णेषु अन्त्यात् परः आयाति, अपि च अयं मित् यस्य वर्णसमुदायस्य अस्य अन्तिम अवयोः भवति. अनुवृत्तिसहसूत्रं मित् अचः अन्त्यात् परः अन्तः. मित् अस्ति अधः अत्र कुत्र आयाति इत्युक्ते अन्तिम अचूर्णस्य परः नकारः आदेशः इति उक्तं. समुदायवर्णः अस्ति चेत् बहूनि अचूर्णः अस्ति चेत् अन्तिम अचूर्णस्य परे आदेशः भवति, आगमः भवति इति उक्तम् अत्र. पठामि महोदय अत्र अनेन सूत्रेण स्नम् अनेन सूत्रेण स्नम् यस्य वर्णसमुदायस्य तस्य अन्तिम अवयोः भवति इत्युक्तम्. अस्य अर्थः कः इति स्पष्टं भवति शुभन्तप्रकरणे. ज्ञानशब्दः बहुवचने ज्ञानानि भवति. ज्ञानयोः इ सी प्रत्ययस्य प्रत्ययः लसक्पदिति इत्यनेन इ अवशिष्यते. मितच्छान्तपरः इत्यनेन नुमागमः. ज्ञानयोः न योः इ अयं नकारः ज्ञान इति अङ्गस्य वर्णसमुदायस्य अन्तिम अवयः इति कारणेन. सर्वनामस्थाने सम्बुद्धौ इत्यनेन अङ्गस्य उपधायः दीर्घः. ज्ञानान् योः इ ज्ञानानि. यदि नकारः ज्ञान इति अङ्गस्य अन्तिम अवयः न भविष्यति न भविष्यत् अकारः उपधायां न भविष्यत् सर्वनामस्थानसम्बुद्धौ इत्यनेन अकारस्य दीर्घो च न भविष्यत्. अत्र उक्तं वर्णसमुदायम् इत्युक्ते अत्र सुबन्धानाम् उदाहरणार्थे बहुवचने ज्ञान इति शब्दस्य ज्ञानानि इति भवति इति उक्तं. ज्ञानयोः इ सी प्रत्यये रसकृति इत्यनेन इ आदेशः. मृतचान्तपरः नुमागमः. अन्तिम अचूर्णस्य परे एव नकारः आयाति, अयं नकारः. ज्ञान इति अङ्गस्य वर्णसमुदायस्य अन्तिम अवयः इति कारणेन सर्वनामसमुदायः सूत्रेण उभय दीर्घः इति उक्तम्. अत्र वर्णसमुदायः अस्ति चेत् नकारः आयाति मृदचन्द्रात् परः इति सूत्रेण. नकारः आयाति अधः एव उपधः सर्वणसमस् इति सूत्रेण दीर्घः भवति. नकारः न आगच्छति अत्र उपधः दीर्घो न भविष्यति इति अत्र उक्तं महोदय. धन्यवादः. प्रश्नः इति भागः किल भगिनि? प्रश्नः, अत्र उक्तं ज्ञानयोगः इ शी प्रत्ययः, सुबन्तविषये प्रत्ययाः भवन्ति सु औजस् इत्यादयः, तर्हि प्रथमपुरुषस्य बहुवचने जस् इति प्रत्ययः भवेत्, कथं वा शी इति जातम्? मूलप्रत्ययाः सु औजस् इति तु सत्यं, किन्तु अनन्तरं प्रत्ययादेशाः भवन्ति, मूलप्रत्ययानां स्थाने आदेशाः भवन्ति। सुबन्तविषये लिङ्गम् अनुसृत्य कुत्रचित् प्रातिपदिकस्य अन्तिमवर्णम् अनुसृत्य च आदेशाः विद्यन्ते। नपुंसकलिङ्गे जषसोहोषि इति अनेन नपुंसकात् अङ्गात् जस्थाने षि आदेशः, अनेन नपुंसकलिङ्गे प्रथमपुरुषस्य बहुवचने ईकारः आयाति। वनानि, वारीणि, मधूनि, जगन्ति, कर्माणि, धनुंषि, मनांसि इति रूपाणि। तत्र एकः प्रश्नः आगच्छति, यदा वयं ज्ञानयोगः इ षी प्रत्ययस्य लषक्वतद्वितीये इति सूत्रेण इत्संज्ञा भूत्वा इ एव अवशिष्यते, तत्र सु औजस् एव सुबन्तप्रत्ययाः इति वयं जानीमः, क्षम्यतां सुप्रत्ययाः इति जानीमः, तत् परन्तु तत्र जस् इति प्रथमपुरुष बहुवचनस्य स्थाने षी इति कथं जातम् इति। मूलप्रत्ययः तु सु औजस् एव, परन्तु नपुंसकलिङ्गे जषसोहोषि इति सूत्रेण जसः जस्थाने षि इति आदेशः भवति। अनन्तरं तत्र अतः एव यदा षि इति आदेशः भवति तदेव यदा लषक्वतदिते इति संज्ञा भूत्वा इ इति अवशिष्यते, अनेन एव प्रथमपुरुष बहुवचने ईकारः आगच्छति। यदा वयं ज्ञानयोगः इ इति सर्वनामस्थाने च सम्बुद्धौ इति दीर्घादेशः सर्वम् अनुमागमः अनन्तरं दीर्घादेशः सर्वं कृत्वा ज्ञानानि इति ईकारः जषसोहोषि इति सूत्रेण एव ईकारः आगच्छति। धन्यवादः भगिनी। तर्हि जष् इति तु प्रथमपुरुषक्षम्यतां प्रथमाविभक्ति बहुवचने, अनन्तरं षस् इति तु द्वितीयाविभक्ति बहुवचने अपि नपुंसकलिङ्गे षस् इति, क्षम्यतां सुप् इति प्रत्ययस्य तु षस् प्रत्ययः अस्ति, तर्हि नपुंसकलिङ्गे तत्र अपि षि आदेशः भूत्वा समानरूपं वनानि वनानि इति एव शसोः षष्टिविभक्ति न शसोः तेषां तयोः स्थाने इति जश् स्थाने अनन्तरं शस् अपि शस् इत्यस्य अपि स्थाने क्षी आगच्छति। एतावत्पर्यन्तं गत मङ्गलवासरे विरमामः। धन्यवादः सर्वेषां, धन्यवादः, शुभरात्रिः, धन्यवादः, शुभरात्रिः।